नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति स्थानिवद्भावः इति। तत्र आदौ अस्माभिः स्थानिवदादेशो अनल्विदौ इति सूत्रं ज्ञातं, तत्पश्चात् अचः परस्मिन् पूर्वविदौ इति सूत्रमपि अस्माभिः पठितम्। तर्हि इदानीम् अचः परस्मिन् पूर्वविदौ इत्यत्र परनिमित्तिकः अजादेशः स्थानिवद्भवति पूर्वविदौ कर्तव्ये इति अचः परस्मिन् पूर्वविदौ इत्यस्य अर्थः। तत्र अचः परस्मिन् पूर्वविदौ इत्यत्र निमित्तानि पूरितानि चेत् अपि निषेधकसूत्रं वर्तते चेत् कार्यं न भवति। तत्र न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विदिषु इति सूत्रं वर्तते। अनेन सूत्रेण केषुचित् स्थलेषु अजादेशः, परनिमित्तिकः अजादेशः स्थानिवत् न भवति। कुत्र इति चेत् पदान्तविदौ, द्वित्वविदौ, वरेविदौ, यलोपविदौ, स्वरविदौ, सवर्णविदौ, अनुस्वारविदौ, दीर्घविदौ, जश्विदौ, चर्विदौ इति एतेषु स्थलेषु परनिमित्तिकः अजादेशः स्थानिवत् न भवति। अस्माभिः पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः इति त्रीणि दृष्टानि अस्माभिः। इदानीम् अग्रे यलोपविधिः इति, ततः आरभ्य अद्य पठामः यलोपविधिः। क्षम्यतां भगिनी, अहं विलम्बेन आगतवान्। नमस्कारः महोदय। विनोकुमारः, यलोपविधिः, यलोपविधौ परनिमित्तिकाजादेशः स्थानिवत् न भवति, ततः आरभ्य पठामः। तर्हि अत्र किं सरस्वतीभगिनी पठितुमिच्छति वा? आं भगिनि, यलोपः, यलोपविधिः, यलोपविधौ परनिमित्तिक निमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति। यथा या प्राप्ने इति धातुतः यङ्प्रत्ययः विधीयते चेत् द्वित्वानन्तरं यायाय इति यङन्तधातुः सिद्ध्यति। अधुना अस्मात् धातुतः तिच् प्रत्ययः विधीयते तिच्तौ च संज्ञायाम् इत्यनेन सूत्रेण। तिक्ष्तौ च संज्ञायाम् इत्यनेन सर्वेभ्यः धातुभ्यः तिच् तच् तक्ष्च तक्ष्च स्यात् आशिषी संज्ञायाम्। यथा तनुतात् तन्तिः इत्युक्ते वीवर्, सुनतात् सातिः वेल्त्, सारी, तनुतात् सातिः वेल्त्, भवतात् भूतिः सक्सेस्, मनुतात् मन्तिः रिस्पेक्ट्। तिच् इति प्रत्यये ति अवशिष्यते इत्यसंज्ञानन्तरम्। भगिनी पठामि, परन्तु एषः प्रत्ययः अहं न जानामि एतत् प्रत्ययं, परन्तु पठामि यत् यङ् प्रत्ययविषये अहं न जानामि, परन्तु यत् अस्ति अत्र तत्तु अहम् अवगतवती। या प्रापणे धातुतः यङ् प्रत्यये यदि विधीयते, यदि वयं यङ् प्रत्यये योजयामः, यङ् प्रत्ययः योजयामः, तत् तदा द्वित्व भवति, द्वित्व भूत्वा या भवति, पुनः या योग यङ् अत्र नकारस्य इत्संज्ञा भवति, पुनः केवलं यकार अवशिष्यते, अतः रूपं सिद्ध्यति यायाय इति। यकारः अवशिष्यते वा, यकारः अवशिष्यते वा? य अवशिष्यते, न तु यकार, य पूर्णतया अवशिष्यते, केवल नकारस्य लोपः भवति, य अवशिष्यते, अतः यायाय इति नूतनधातु भवति, सिद्ध्यति। अधुना अत्र यायाय धातु, अत्र तिच् प्रत्यये वयं योजयामः, तस्य कृते सूत्रमस्ति तिच्तौ च संज्ञायाम्। अनेन सूत्रेण वयं तिच् प्रत्यये योजयामः, तिच् प्रत्यये तथा तच् त प्रत्यये च प्रत्यये सर्वेभ्यः धातुभ्यः वयं योजयितुं शक्नुमः। तस्य अर्थः आशिषी एवमस्ति, तनुता तन्तिः एवं, यथा तनु धातुः अस्ति तदा तनुता तन्तिः, सनुतात् सतिः, भूधातु भवतात् भूतिः, मनुधातु मनुतात् मन्तिः, एवं तिच् इति प्रत्यये ति केवलम् अवशिष्यते यतोहि चकारस्य ककारस्य लोपः भवति. याययोगति अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपो भवति अर्धधातुके प्रत्यये परे. एतत्तु अतो लोपः तु वयं जानीमः एतत् सूत्रं. तर्हि याययोगति अत्र पुनः अकार अदन्त अस्ति, अदन्त अङ्ग अस्ति, तदनन्तरं अर्धधातुकप्रत्यये अस्ति, अतः अकारस्य लोपः भवति. अतः याययोगति भवति. याययोगति अस्यां स्थितौ लोपो व्योर्वलि, यकार अन्ते अस्ति अतः लोपो व्योर्वलि, तद् यकार अन्ते अस्ति तथा इत्युक्ते व्योः व्योः वलि. तर्हि व्योः इत्युक्ते वकार यकार अस्ति अन्ते तथा पदान्ते, तथा सारी न तु पदान्ते यकार वकार अस्ति, तदनन्तरं यदि वल् प्रत्ययः अस्ति तर्हि लोपो व्योर्वल्लिः अस्य सूत्रस्य प्रसक्तिः भवति, यकारस्य लोपः भवति. अतः याययोगः ति भवेत्. परन्तु अत्र पुनः चिन्तनं भवति, किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थाने. क्षम्यतां, ततः पूर्वं याययोगः इति ति इति स्थितौ स्थानिवत् आदेशो अनल्विधौ इत्यस्य का गतिः इति एकवारं चिन्तयतु. स्थानिवदादेशो नल्विधौ सूत्रस्य प्रसक्तिः न भवति अत्र, यतोहि पुनः लोपो वर्वलि कार्यस्य निषेधः भवति, तत् तर्हि अशास्त्रीयरूपं भवति. अतः स्थानिवदादेशो नल्विधौ अस्य चिन्तनं न भवति. अतः अचः पूर्वस्मिन् पूर्वविधौ, अचः परस्मिन् पूर्वविधौ एतस्य एवं केवलं चिन्तनं करणीयम्. इत्युक्ते अशास्त्रीयम् इति उक्तं, परन्तु प्रथमतया वदतु अल्विधिः वा अनल्विधिः वा. एकनिमिष, अकारस्य वयं चिन्तनं कुर्मः न, तर्हि अकार यदि आगच्छति तर्हि एतस्य अल्विधिः, अल्विधिः वा. इदानीं तृतीयकाले सूत्रं किम् अस्ति? तृतीयकाले सूत्रमस्ति लोपो व्योर्वल्लि. लोपो, तर्हि अल्विधिः वा अनल्विधिः वा इति ज्ञातुं किं वयं पश्यामः? अकार अस्ति चेत् तत्र लोपो व्योर्वल्लि सूत्रस्य प्रसक्तिः एव न भवति. तर्हि अकारम् आश्रित्य लोपो व्योर्वलि प्रवर्तते वा? अनल् भवति, अनल् अस्ति अत्र. सम्यक्, अनल् विधिः इत्युक्ते अनल् विधिः इति कथं निर्णेतुं, तत्र कथं भवत्या निर्णयः कृतः अनल् विधिः इति? तत्र अकारस्य लोप भूत्वा अकारात् पूर्वमेव एतदस्ति, अतः अलः विधिः अस्ति. चत्वारः प्रसङ्गाः सन्ति तत्र अलः भवति. न एतद् एतदेव भवती पूर्वमपि कृतवती. इत्युक्ते अल्विधिः वा अनल्विधिः वा इति द्रष्टुम् अनल्विधिः अस्ति चेत् तदानीं वयं वदामः अलः विधिः, अलाविधिः, एतत् सर्वं वयं वदामः. अल्विधिः अस्ति चेत् अत्र अल्विधिः अस्ति वा न वा इति ज्ञातुं किं वयं पश्यामः? सूत्रस्य कार्यं कुत्र भवति तदेव पश्यामः. न, सूत्रस्य कार्यं कुत्र भवति इति न, किं तत्र किं द्रष्टव्यं? तृतीयकाले यत् यद्विधि यः विधिसूत्र यद् विधिसूत्रम् अस्ति तस्मिन् निमित्तानि तस्मिन् यानि निमित्तानि सन्ति तेषु निमित्तेषु कश्चन वर्णः अस्ति वा, सः वर्णः स्थानिनि अस्ति परन्तु आदेशे नास्ति, तादृशवर्णः अपेक्षितः अस्ति सूत्रस्य कार्यार्थं, तथा अस्ति वा अत्र? इदानीम् लोपोव्यर्वल इत्यस्य निमित्तानि कानि? वकार यकार भवेत् अन्ते, तदा वल् प्रत्यय वलि भवेत् इत्युक्ते पर प्रत्ययः वल् भवेत्. अत्र वल् प्रत्याहारः प्रत्याहारस्य वर्णः अस्ति वा? नास्ति, निमित्तं नास्ति वा अत्र? एकनिमिषं, वल् न तर्हि अस्ति अकार अस्ति चेत् न, इदानीम् अकारं त्यजतु, इदानीम् अकारं त्यजतु. इदानीं या योगः ति इति स्थितौ वल् प्रत्याहारः अस्ति वा न वा? वल् प्रत्याहारः परः वल् प्रत्याहारस्य वर्णः कः वर्णः? तकार. तकार. इदानीं तत्र व्योः इति यकारः अस्ति वा पूर्वम्? आम्, यदि अकार वयं त्यजामः तर्हि यकार अस्ति. तर्हि इदानीं सूत्रस्य निमित्तानि सर्वाणि पूरितानि वा? पूरितानि. आम्, इदानीं स्थानिनि यः अकारः अस्ति सः अकारः अपेक्षितः अस्ति वा लोपोव्यर्वल् इत्यस्य कार्यार्थं? न, लोपोव्यर्वलीयस्य कार्यार्थम् अपेक्षितः नास्ति. यदि नास्ति चेत् तर्हि एव लोपोव्यर्वली सूत्रस्य कार्यं भवति. हा, इति कृत्वा तत्र अनल् विधिः अस्ति, इत्युक्ते निमित्तानि साक्षात् पूरितानि. ऐ एम् नाट् टेकिङ्ग् एनी लेटर् फ्रोम् द स्थानि टु फुल्फिल् द निमित्त, खलु? अत्र साक्षात् निमित्तानि पूरितानि. तत्र स्थानिनि यः वर्णः अस्ति अकारः, तं स्वीकृत्य निमित्तं पूरितम् इति नास्ति खलु? तं स्वीकृत्य पूरितं नास्ति. आम्, तर्हि साक्षात् पूरितम्. अतः स्थानिनि यः वर्णः अस्ति तम् आश्रित्य सूत्रं प्रवर्तते वा इति चेत् न, सूत्रस्य सर्वाणि निमित्तानि साक्षात् पूरितानि. अतः स्थानिनि यः वर्णः अस्ति तम् आश्रित्य सूत्रं प्रवर्तते इति नास्ति. इदानीम् अत्र केवलं चिन्तनार्थम् अहं वदामि, इदानीं सूत्रे यकारः इति नास्ति इति चिन्तयतु. सूत्रे वदति अकारस्य लोपः भवति वलिपरे इति सूत्रमस्ति इति चिन्तयतु, केवलं चिन्तनार्थम्. तत्र यत्किमपि सूत्रं भवतु नाम तत्र अकारस्य लोपः भवति वलिपरे, तर्हि इदानीम् अस्मिन् सूत्रे निमित्तानि पूरितानि वा? स्थानी अस्ति चेत् स्थानी वयं चिन्तयामः तर्हि केवलं पूरितानि, नो चेत् न पूरितानि. न, इदानीं स्थानिनः विषये चिन्तयति. इदानीं या योगः ति इति अस्ति, अत्र निमित्तानि पूरितानि वा न पूरितानि? तर्हि किमर्थं न पूरितानि? अकार अस्ति, अकार भवेत्, अत्र अकार नास्ति, अत्र हल् अस्ति अन्ते, यकार अस्ति अन्ते, अकारः नास्ति. इदानीम् अकारः स्थानिनि अस्ति वा? नः स्थानिकः स्थानि तु अकारे एव न, तस्य लोपः आदेशः न, स्थानिः अकारः, तस्य लोपादेशः जातः. तर्हि स्थानिनि यः अकारः अस्ति सः अकारः स्थानिवद्भावः क्रियते चेत् तदानीं निमित्तानि पूरितानि वा न वा सूत्रस्य? न पूरितानि. न, स्थानिनि यः अकारः अस्ति तम् अकारम् इदानीं स्थानिवद्भावरूपेण स्वीकुर्मः चेत् तदानीं स्वीकुर्मः चेत् लोपोव्यर्वली अस्य कार्यं तस्य न निमित्तानि न पूरितानि. न, इदानीं मया किम् उक्तम्? अत्र नूतनसूत्रमस्ति लोपोव्यर्वली इति त्यजतु. अस्माकम् अवगमनार्थम् अहम् एकं नूतनं सूत्रं निर्मितवती, तत्र अकारस्य लोपः भवति वलिपरे इति मया उक्तम्. इदानीं याया योगः ति इति स्थितौ अकारः नास्ति, अतः निमित्तानि साक्षात् न पूरितानि, परन्तु स्थानिनीयः वर्णः अस्ति तम् आश्रित्य इदं सूत्रं भवितुमर्हति खलु? आम् आम् एतादृशसन्दर्भे वयम् अल्विधिः इति वदामः. स्थानिनीयः वर्णः अस्ति तं स्वीकृत्य सूत्रस्य कार्यं भवितुम् अर्हति चेत् तद् तद् अल्विधिः. अत्र इदानीं तत्र सूत्रे अकारस्य लोपः भवति वलिपरे इति मया उक्तं. तादृश अकारः स्थानिनि अस्ति परन्तु इदानीं स्थानिवद्भावः स्वीक्रियते चेत् सूत्रस्य कार्यं भवति चेत् तदानीम् अल्विधिः, यतोहि वर्णः अकारः इति वर्णं स्वीकृत्य सूत्रं प्रवर्तते. परन्तु अत्र तथा नास्ति खलु, लोपोव्यवल् इति स्थितौ तथा नास्ति, अतः लोपोव्यवल् इति सूत्रं वल् अल्विधिः एव नास्ति. यतोहि साक्षात् निमित्तानि पूरितानि, ऐ एम् नाट् टेकिङ्ग् एनी स्थानि, साक्षात् अत्रैव पूरितानि इति कृत्वा अल्विधिः नास्ति, अनल्विधिः अस्ति. तर्हि अनल्विधिः अस्ति चेत् स्थानिवद्भावः भवेत् वा न वा? अनल्विधिः अस्ति चेत् स्थानिवत् भवेत्. हा स्थानिवत् भवेत्, परन्तु अत्र किमर्थं स्थानिवत् आदेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न स्वीक्रियते? शास्त्रे तद् निषेधः भवति न, स्थानिवत् यदि वयं स्वीकुर्मः तर्हि निषेधः भवति, लोपोव्यवल्ली सूत्रस्य कार्यं न भवति, अशास्त्रीयं निषेध भवति, अतः अशास्त्रीयं वयं चिन्तयामः, एतत् मन्यन्ते. सम्यक् सम्यक् इति कृत्वा स्थानिवदादेशो अनल्विधौ इत्यनेन कार्यं न सिद्ध्यति, अतः अतः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनं क्रियते. अस्तु अस्तु समीचीनं, धन्यवादः भगिनी. इदानीम् अन्य कोऽपि पठतु. धन्यवादः. तर्हि इदानीं पद्मश्री भगिनी, भवत्याः पार्श्वे करपत्रम् अस्ति वा? अस्ति भगिनि. अस्ति वा? इदानीं समीचीनं पश्यन्ति अस्ति इदानीम्. अस्तु अस्तु, तर्हि इदानीं पठितुमिच्छति वा? पद्मश्री भगिनी पठितुमिच्छति वा? अहम् अद्य शृणोमि भगिनी, श्वः प्रयत्नं करोमि. अस्तु समीचीनम्. अस्तु तर्हि अग्रे शुभदा भगिनी पठतु. आं भगिनि, अस्तु. यायाय योगहति अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपः भवति आर्धधातुके प्रत्यये परे याया. अत्र किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये ततः तस्मात् अस्तु. किन्तु पूर्वविध भगिनी एकनिमिष, रेकार्डिङ्ग् कृतवती वा भवती प्रारम्भ? अहं कृतवती. अस्तु क्षम्यताम्. किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् भवति. अतो लोपः इत्यनेन सूत्रेण यस्य अकारस्य लोपः जातः सः परनिमित्तिकः अजादेशः, यतोहि तस्य निमित्तम् आर्धधातुकप्रत्ययः अस्ति. इदानीं पूर्वविधिः अस्ति लोपोव्योर्वलि इति सूत्रस्य कार्यं. यायाय योगहति इत्यत्र अन्त्यः यकारः य इव दृश्यते स्थानिवद्भावेन, अतः अर्थात् यायाय योगः अ यायाय अ योगः ति इति दृश्यते लोपो व्योर्वलि इत्यस्य दृष्ट्या इति कारणेन यकारलोपः न भवति स्म, एवञ्चेत् इष्टरूपसिद्धिः न जायते. अग्रे अपि पठामि वा भगिनी, तत्र एकत्र एव अस्ति इति कृत्वा अग्रिमं परिच्छेदः. अस्तु पठतु पठतु. हा, अतः अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते. न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चरविधिषु इति सूत्रेण यलोपविधौ, अतः स्थानिवद्भावः न सिध्यति इति कृत्वा लोपो व्योर्वलि इति सूत्रेण तु यायाय योगति इत्यत्र यकारस्य लोपः जायते, वलिपरे याया योगः सिद्ध्यति इति सिद्ध्यति. अत्र यथा वयं दृष्टवन्तः स्थानिवद्भाव अच परस्मिन् पूर्वविधौ इत्यनेन एव कार्यं भवति, न तु स्थानिवदादेशो अनल्विधौ इत्यनेन. स्थानिवदादेशो अनल्विधौ इति सूत्रमत्र स्थानिवद्भावः न भवति, अतः तत्र परनिमित्तिकः अजादेशः स्थानिवद्भवति पूर्वविधौ कर्तव्ये इति सूत्रम् अच परस्मिन् पूर्वविधौ इति सूत्रं यत् वदति तस्य अत्र कार्यं भवति, भवितुम् अर्हति. तर्हि तेन सूत्रेण अतो लोपः इत्यनेन यायाय योगः सि अत्र आसीत्, तत्र यकारोत्तरवर्ती अकारस्य लोपः भवति. परनिमित्तकातिकः अजादेशः अस्ति यत्तु आर्धधातुकप्रत्ययः अस्ति, सि इति आर्धधातुकप्रत्ययः अत्र. तर्हि तत् निमित्तीकृत्य यकारोत्तरवर्ती अकारस्य लोपः भवति. कदा भवति इति चेत् तस्मात् पूर्वं दैशिकरीत्या यत् यस्मात् तस्मात् पूर्वं यत् यकारः भवति तस्य लोपः इति लोपो व्योर्वलि इति सूत्रं वदति. तर्हि पूर्वविधिः लोपो व्योर्वलि इति सूत्रस्य कार्यम्. अतः अच परस्मिन् पूर्वविधौ इत्यस्य इति सूत्रस्य कार्यं भूत्वा यकारोत्तरवर्ती अकारस्य लोपः, तर्हि तत् पुनः स्थानिवद् भवति, अतः यायाय योगहति इति भवति. अधुना यायाय योगहति इति भवति चेत् पुनः अन्ते अकारः अस्ति इति कृत्वा यकारस्य लोपः न सम्भवति, अतः लोपो व्योर्वलि इति इत्यस्य यकारलोपः अपि न भवति इति कृत्वा तत्र इष्टरूपसिद्धिः न जायते. वयं तु यकारलोपः इच्छामः, तत्तु भवेत्, परन्तु अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं भवति चेत् यकारलोपः न भवति, अतः इष्टरूपसिद्धिः न भवति. तर्हि किं करणीयम् इति चेत् तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधकसूत्रमस्ति, पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेषु इति दीर्घसूत्रेषु यलोपविधिः उल्लेखितमस्ति. तेन यत्र यलोपविधिः करणीयमस्ति तत्र तु अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति, तत्र स्थानिवद्भावः न भवति, अतः लोपो व्योर्वलि इति सूत्रस्य कार्यं भवति. तत्र यायाय योगः ति असो लोपः इत्यनेन अकारस्य लोपः वयं कृतवन्तः, तस्मात् अनन्तरं यायाय योगः ति अत्र यकारस्य लोपः भवति वलिपरे, नाम तकारे परे, अतः याया योगः ति इति सोपानं वयं प्राप्नुमः. सम्यक्, समीचीनम्. अत्र इयलोपविधिः इत्युक्ते यथा लोपो व्योर्वलि इत्यत्र यकारलोपः, एवम् अन्यत्र यत्र यकारलोपः भवति तत्र तत्रापि अस्य कार्यं भवितुम् अर्हति. अस्तु, समीचीनम्. अग्रे शोभा भगिनी. आं भगिनि, अग्रे याया योगः ति अतो लोप इति च इत्यनेन अजादौ अर्धधातुके क्निति इति च आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति, या योगः ति इति भवति. अत्रापि यङ् प्रत्ययस्य अकारस्य स्थानिवद्भावस्य विषये चिन्तनं कार्यं यथा पूर्वं वरे लोपप्रसङ्गे कृतम्. अग्रे इदानीं तत्र याया योगः ति इति प्राप्तवन्तः. तत्र अचः परस्मिन् अस्तु भवती उक्तवती. अग्रे इदानीं तत्र याया योगः ति इत्यत्र आतो लोप इति च इत्यनेन अजादौ अर्धधातुके क्निति इति च आकारान्तस्य अङ्गस्य आकारस्य लोपः भवति, या योगः ति इति भवति. तत्र आकारान्त अङ्गम् अस्ति, अपि च आतः लोपः भवति अजादौ आर्धधातुके क्निति इति च इति क्निति इति तत्र कित् अथवा णित् वा तत्र कित् अस्ति यायायोगः ति इति कित् प्रत्ययः अस्ति आकारान्ताङ्गमस्ति पर प्रत्ययः कित् अस्ति अतः तत्र आकारान्तस्य अङ्गस्य आकारलोपः भवति स्म तर्हि यायोगः ति इति भवति अत्रापि यङ् प्रत्ययस्य अकारस्य स्थानिवद्भावः विषये चिन्तनं कार्यम् अत्रापि यङ् प्रत्ययस्य इत्युक्ते तत्र पूर्वं कृतं यथा यङ् प्रत्ययस्य यकारः किं तत्र उपयुक्तवन्तः तथा तत्रापि करणीयम् अत्र कुतः आरब्धः इत्युक्ते या योगः ति इति एव या इति तस्य अन्तिम अकारः यकारः यङ् प्रत्ययात् आगतः इति चिन्तनं कार्यं यथा पूर्वं वरे लोपप्रसङ्गे कृतम् अस्तु इदानीं तथा कुर्मः चेत् अग्रे पठामि वा भगिनि इदानीं मम प्रश्नः अस्ति अत्र आतो लोप इति च इत्यस्य निमित्तं पूरितं वा यस्य निमित्तानि आतो लोप इति च इति तत्र अजादौ आर्धधातुके क्निति इति च इति अजादौ आर्धधातुके अच् आदौ नास्ति इदानीम् अस्तु क्षम्यतां तत्र आतो लोप इति च इति कार्यं कुत्र भवति इति चेत् अजादौ अर्धधातुके परे याया इति तु आकारान्त अङ्गम् अस्ति किन्तु परप्रत्ययः अजादौ नास्ति कित् प्रत्ययः अस्ति किन्तु अजादौ नास्ति इति तत्र कार्यं न भवति निमित्तानि न पूरितानि निमित्तानि न पूरितानि इति तावत् अस्ति तत्र चिन्तनं कार्यम् इति इदानीम् अग्रे करणीयम् अस्ति इयं प्रत्ययस्य अकारस्य तर्हि तत्र अजादिप्रत्ययः न एव नास्ति चेत् आतुलोप इति च इत्यस्य चिन्तनमेव अत्र न कार्यं खलु न कार्यं तर्हि अत्र अजादिप्रत्ययः कथं प्राप्यते इति एकवारं चिन्तनीयम् आम् अग्रे दत्तमस्ति पठामि वा भगिनि पठतु परन्तु अत्र आतुलोप इति च इति सम्यक् न भाति अत्र यतोहि अजादौ अर्धधातुके इति उक्तं खलु अजादि अर्धधातुकः एव नास्ति तत्र अस्तु इत्युक्ते अङ्गस्य आकारस्य लोपो भवति या योगः ति इति भवति इति अस्तु न भवति किन्तु पूर्वं तत्र यङ् प्रत्ययस्य किं लुप्तः अकारः पुनः आनीतवन्तः खलु भगिनि लुप्त अकारः कस्य यङ् प्रत्ययस्य अकारः खलु आम् यङ् प्रत्ययः आर्धधातुकप्रत्ययः खलु आम् इति कृत्वा यङ् प्रत्ययस्य स्थानिवद्भावः स्वीक्रियते तदानीमेव अजादित्वं प्राप्यते खलु यङ् प्रत्ययस्य स्थानिवद्भावं स्वीक्रियते चेत् आम् तत् तादृशं चिन्तनं कृतं पूर्वम् इति चिन्तितवती तत्र खलु तत्र अकारम् आनीतवन्तः तदा किं भवति इति दृष्टवन्तः केवलं किन्तु तत्र तादृशः नास्ति वा भगिनि न अत्र किञ्चित् चिन्तनं करोतु तत्र यङ् प्रत्ययस्य अकारस्य लोपः जातः तादृश अकारं स्वीक्रियते चेत् अजादि आर्धधातुकप्रत्ययः भवति वा न वा अजादि आर्धधातुकप्रत्ययः भवति यतोहि याया योगः आ इति कुर्मः चेत् इदानीम् आदौ अकारः वर्तते इति कृत्वा ति इति कित् अस्ति एव तर्हि भवति ति इति कित् अस्ति इति न इदानीम् अस्माकं पुरतः रूपं किं याया योगः ति तत्र मध्ये यः यङ् प्रत्ययः आसीत् तस्य अकारः इदानीम् अकारस्य स्थानिवद्भावं स्वीकुर्मः चेत् तदानीं अजादिप्रत्ययः भवति आर्धधातुकप्रत्ययः, यङ् प्रत्ययः आर्धधातुकप्रत्ययः खलु, तदेव अर्धधातुकप्रत्ययः अपि भवति. अजादिप्रत्ययः अजादि अस्ति खलु इदानीं, यतोहि तत्र अकारः अस्ति खलु इदानीम्. आम् तर्हि अपि च तत्र कित् नित् प्रत्ययः अस्ति वा आर्धधातुक, कित् नित् प्रत्ययः अस्ति वा, नित् प्रत्ययः अस्ति खलु, यङ् इति नित् अस्ति. तर्हि इदानीम् इदानीं वदतु तत्र कथम् अचः परस्मिन् पूर्ववदत् सर्वं भवति इति वदतु. अग्रे यदस्ति तत् पठित्वा यायायोगः ति. अस्तु, यायायोगः ति. पूर्वं प्रक्रियायाः आदौ याया इति यदा आसीत् तदा यङ् प्रत्ययस्य अकारस्य लोपः जातः आसीत् अतो लोपः इति सूत्रेण, इत्यनेन सूत्रेण. तत्पश्चात् यङ् प्रत्ययस्य यकारस्य लोपः जातः लोपो व्योर्वली इत्यनेन सूत्रेण. यदि यङ् प्रत्ययस्य लुप्तस्य अकारस्य अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते तर्हि याया योगः आ इत्युक्ते यङ् प्रत्ययस्य भागः आ इति यद् अवशिष्टः आसीत् तत्र योगः ति इति भवति. इदानीम् आतो लोप इति च इत्यनेन आकारान्तस्य अङ्गस्य आकारस्य लोपः स्यात् अजादौ किति नीति अर्धधातुके प्रत्यये परे. अस्तु, इदानीं तत्र याया योगः ति इति स्थित्यां पूर्वं यत् अस्माभिः कृतं पूर्वं तस्यां प्रक्रियायाम् आदौ याया इति आसीत् तदा तत्र अतो लोपः इत्यनेन याया इत्यस्य अन्त्य आकारस्य लोपं कृतं याया इति अवशिष्टः. तदनन्तरं लोपो व्योर्वलि इति सूत्रं स्वीकृत्य यकारस्य लोपम् अपि कृतं, यतोहि लोपो व्योर्वलि इत्यस्य सूत्रस्य निमित्तानि पूरितानि तस्मिन् समये, अतः यकारस्य लोपः अभवत्. याया योगः ति इत्येव अवशिष्टः तदानीम्. इदानीं यदि तत्र पुनः यन् यन् प्रत्ययस्य लुप्तस्य अकारस्य, यत् लोपो अतो लोपः इत्यनेन लुप्तः तस्य अकारस्य, तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानोद्भावः स्वीक्रियते चेत्, अचः परस्मिन् पूर्वविधौ इति सूत्रं किं वदति, परनिमित्तकः अजादेशः, परनिमित्तिकः अजादेशः अचः स्थाने जातः आदेशः अजादेशः इति भवति. तत् अजादेशः अस्ति, अपि च अचः परस्मिन् इत्यस्य निमित्तम् अन्यस्य निमित्तं पूर्वविधौ कर्तव्ये अजादेशात् पूर्वम् इति भवति. तर्हि तत्र इदानीं याया इत्यस्य किं तत्र यकारलोपः यायायोगः, इदानीं तत्र लुप्त अकारः भवति चेत् यायायोगः आ इति भवति. तम् अकारं स्वीकृत्य अचः परस्मिन् पूर्वविधौ इत्यस्य सूत्रं भवति वा, अचः इत्युक्ते तत्र इदानीं लुप्त अकारस्य तस्य अचः परस्मिन् पूर्वविधौ, पूर्वविधौ कर्तव्ये इत्यनेन स्थाने किं तत्र, तर्हि याया आ यङ् प्रत्ययस्य भागः ति इति भवति. इदानीम् आतो लोप इति च इत्यनेन आकारान्तस्य अङ्गस्य अकारस्य लोपः स्यात्. इदानीं तु निमित्तानि पूरितानि भवन्ति इति कृत्वा आतो लोप इति च इत्यनेन आकारस्य लोपः स्यात्. तर्हि तत्र याय् योगः आ योगः ति इति तिष्ठति, किन्तु भवत्याः प्रश्नः तु अचः परस्मिन् पूर्वविधौ कथं भवति इति पृष्टवती खलु भगिनि. अचः परस्मिन् पूर्वविधौ इत्यले मम प्रश्नः आतोलोप इति च इत्यस्य प्रसक्तिः कथं भवति इति इदानीं प्रतिपादितम्. यतोहि स्थानिवद्भावेन अजादिप्रत्ययः आर्धधातुकप्रत्ययः नित् अपि अस्ति, अ इति प्रत्ययः यङ् प्रत्ययस्य भागः, अजादिः अपि अस्ति, अजादिः अस्ति, नित् अस्ति, आर्धधातुकः अपि अस्ति, आर्धधातुकमपि अस्ति. अतः आकारान्ताङ्गस्य इति पूरितं, यतोहि याया इति आकारान्ताङ्गम् अस्ति, अपि च अजादौ अपि अस्ति यत् लुप्ताकारस्य तत्र स्थानीयोद्भावं कृतम् इत्यनेन अपि च किति निति इत्यस्मिन् निति इति अपि अस्ति, यङ् प्रत्ययः णित् अस्ति इति कृत्वा तत्र आतो लोप इति च इत्यस्य कार्यं भवति. अपि च या योगः आयोगः ति यायति इति भवति तत्र रूपम्. अस्तु, याय् इति भवेत्, याय् इति स्यात्. आम् अस्तु, समीचीनं, धन्यवादः. अत्र अत्र केवलं वदतु, अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि कथं पूरितानि? अचः परस्मिन् पूर्वविधौ तत्र अकार अस्तु, अकारस्य लोपः जातः तदासीत् आदेशः. तत्र या या या इति पूर्वम् आसीत्, आरम्भे या या या योगः ति इति आसीत्, तदेव स्थाने तत्र या इत्यस्य अकारः स्थाने आसीत्. अतो लोपः इति आदेशः अभवत्, इत्युक्ते अकारलोपः एव आदेशः. अतः तत्र किं तत्र अजादेशः अभवत् तत्र अकारस्य लोपः अजादेशः. अचः परस्मिन् पूर्वविधौ इत्यस्य निमित्तानि अचः किं तत्र अचः तस्य तत्र अजादेशः एव तत्र अचः अचः इत्युक्ते अजादेशः. अपरनिमित्तकः अजादेशः इत्युक्ते तत्र हा परनिमित्तकः अजादेशः इत्युक्ते तत्र कोऽपि परनिमित्तः भवेत् तत्र अतो लोपः इत्यस्य किम् अस्ति इदानीं ह्रस्व आकारलोपो भवति आर्धधातुके प्रत्ययपरे, तदेव परनिमित्तकः अजादेशः. तत् अभवत् अचः परस्मिन् पूर्वविधौ इत्यस्य कृते. तदनन्तरं पूर्वविधौ इति निमित्तं पूर्वविधौ इत्युक्ते यत्र आदेशः अभवत् तस्मात् पूर्वं कार्यम् इति. इदानीं या या योगः आ इति स्वीकुर्मः चेत् अकारात् पूर्वं कार्यं भवति, इत्युक्ते या या इत्यस्य दीर्घ अकारः अकारात् पूर्वम् अस्ति, अतः सर्वाणि निमित्तानि पूरितानि तत्र. सम्यक्, समीचीनम् इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसङ्गः स्यात्. हा स्यात्, स्थानिवद्भावः भवेत् अपि च आतो लोप इति च इत्यस्य कार्यमपि भवेत्. सम्यक्, समीचीनं, तर्हि धन्यवादः. इदानीम् अग्रे वंशी भगिनी पठतु. भगिनी, अत्र एकः प्रश्नः अस्ति, तत्र या या योगः अत्र अकारस्य पुनः अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावेन वयं स्वीकारः तत्र कुर्मः अ इति दृश्यते, तर्हि तस्मात् पूर्वं यः यकारः आसीत् यस्य लोपो व्योर्वली इत्यनेन वयं लोपः कृतम् आसीत् पूर्वं, तदपि पुनः तत्र भवेत् खलु? तस्य विषये चिन्तनं करोतु. केवलम् अकारः भवति चेत् न पर्याप्तं, तत् तस्मात् तत् तत् निमित्तीकृत्य यत् यः यकारः आसीत् पूर्वं तदपि तत्र तत्र तस्यापि दर्शनं तत्र भवेत् इति. केन सूत्रेण इति प्रतिपादयतु, केन सूत्रेण यकारस्य स्थानिवद्भावः? यकारस्य स्थानिवद्भावः इति न, परन्तु वयम् एका परिभाषा वा कारिका वा किमस्ति न जाने, परन्तु निमित्तापाये नैमित्यस्यापि अपायः इति आसीत्, तत्र अकारः तत् अनुसृत्य यदि अकारः यत् लुप्तम् आसीत् तत् दृश्यते, तर्हि अकारस्य लोपः निमित्तीकृत्य यत् यकारः अपि अपगतं तदपि अकारस्य लोपं निमित्तीकृत्य यकारः लुप्तः वा कथम्? अकारं निमित्तीकृत्य लोपो व्योरल् इत्यस्य कार्यं वा? न पदान्तद्विर्वचन न, साक्षात् लोपो व्योर्वलि इति एकारस्य लोपः, अकारस्य न कापि तत्र वार्ता. अत्र निमित्ते अपाय नैमित्तिकस्य अपाय इति किमपि नास्ति अत्र य इति अस्ति अकारस्य लोपः एकेन सूत्रेण लोपः जातः इदानीं य इत्यस्य अन्येन सूत्रेण लोपः जातः तावदेव तर्हि यकारस्य स्थानिवद् भावः भवितुमर्हति वा इति अत्र चिन्तनं कर्तुं शक्यते परन्तु निमित्त अपाय नैमित्तिकस्य अपायः इत्यपि किमपि नास्ति खलु परन्तु य स्थानिवद्भावः सत्यं स्थानिवद्भावः शक्यते वा इति इदानीम् आतो लोप इति च इति सूत्रस्य निमित्तानि दृष्ट्वा यकारस्य स्थानिवद्भावः शक्यते वा स्थानिवत् आदेशो अनल् विधौ इत्यनेन अतः परस्मिन् पूर्वविधौ इत्यनेन शक्यते वा परनिमित्तिकः अजादेशः अजादेशः भवेत् खलु अत्र अजादेशः नास्ति अच् नास्ति तर्हि स्थानिवत् आदेशो अनल् विधौ इत्यनेन भवति वा स्थानिवद्भावः तदा एव भवति यदा तृतीयकाले या क्रिया भवति तस्मात् तस्य अन्यतमः निमित्तं तत् वर्णः भवेत् स्थानी भवेत् तत्र यकारः इति स्थानी भवति वा यकारः इति स्थानी अस्ति तर्हि आतोलोप इति च इति तृतीयकाले या या क्रिया यः विधिः अस्ति तस्य कृते यकारः आवश्यकं वा इति न न न इदानीं प्रथमतया स्थानिवद्भावः स्थानिवत् आदेशो अनल् विधौ इति वयं वदामः चेत् तदानीं स्थानी कः आदेशः कः तृतीयकाले विधिसूत्रं किम् इति त्रयः विषयाः अस्माभिः वक्तव्याः तर्हि स्थानी कः अत्र स्थानी य इति स्थानी यकारः तस्य लोपः इति तस्य आदेशः केन सूत्रेण लोपो व्योर्वलि अस्तु इदानीं तृतीयकाले विधिसूत्रं तृतीयकाले विधिसूत्रं तु आतोलोप इति च तर्हि आतोलोप इति च इत्यस्य कृते तु अङ्गम् आकारान्तं भवेत् अपि च अजादौ आर्धधातुके कित्ङित् प्रत्ययः परे भवेत् अथवा इडाग इट् इति च तर्हि यकारस्य तत्र कोऽपि सम्बन्धः नास्ति इति मन्ये अतो लोप इति च इति सूत्रस्य प्रवर्तनार्थम् यकारः न अपेक्षितः इति वा यकारः न अपेक्षितः परन्तु यकारः बाधाभूतं भवति खलु यतोहि न इदानीं क्रमेण चिन्तयतु इदानीं यकारः अतोलोप इति च इति सूत्रस्य निमित्तेषु यकारः अपेक्षितः वा न वा इति एकवारं वदतु तदनन्तरं विधिः कीदृशः अल्विधिः वा अनल्विधिः वा इति वदतु आकारान्तम् अङ्गं याया इति अस्ति तदनन्तरं अकारस्य स्थानिवद्भावः कृतः तर्हि अकारः तत्र दृश्यते तदनन्तरं यकारः अपि स्थानिवद्भावः भवति वा इति चिन्तनीयम् अधुना आतोलोप इति च यकारः इति स्थानी अस्ति तस्य लोपः लोपो व्योर्वलि इत्यनेन अकारः दृश्यते खलु तर्हि लोपो व्योर्वलि कथं कार्यं कर्तुं शक्नोति न एतत् सर्वं कार्यं जातम् इदानीम् अग्रिमसोपाने वयं स्मः अतः पूर्वं कथं जातम् इति चिन्तनं मास्तु इदानीं जातं लोपो व्योरलि तस्य कार्यं जातं पूर्वमेव इदानीम् अस्माकं परिस्थितिः या योगः ति इति स्थितौ अस्माभिः किम् उक्तम् अकारः यङ् प्रत्ययस्य अकारः स्थानिवद् भवति इति उक्तं तर्हि अकारः अस्ति तर्हि इदानीं भवती वदति यकारस्य अपि स्थानिवद्भावः भवति वा इति वदति तर्हि इदानीं विधिसूत्रम् अस्ति तृतीयकाले आतोलोप इति च तस्मिन् सूत्रे यानि निमित्तानि अपेक्षितानि तेषु निमित्तेषु स्थानिनीयः वर्णः अस्ति सः अपेक्षितः वा न वा तर्हि य इति आसीत् तत्र य इति यङ् प्रत्ययस्य भागः यङ् प्रत्ययस्य भागः तत्र तु आर्धधातुकप्रत्ययः तु अस्ति, परन्तु अजादि अस्ति, अजादि अजादि नास्ति परन्तु ङित् अस्ति. अजादि अपि ङित् खलु आर्धधातुकप्रत्ययः. आम्, अजादि आर्धधातुकप्रत्ययः भवेत्. तर्हि इदानीं यः वर्णः अस्ति अस्माकं पुरतः, यः प्रत्ययः अस्माकं पुरतः अस्ति, सः प्रत्ययः अजादि आर्धधातुकप्रत्ययः अस्ति वा न वा? नास्ति, अजादि नास्ति, यकारादि अस्ति. न न, इदानीं केवलम् अकारः एव अस्ति. इदानीम् अस्माकं पुरतः याया योगः अ इति अस्ति, यतोहि सानिवद्भावेन अकारः आनीतः. याया योगः अ इति स्थितौ आतोलोप इति च इति सूत्रस्य निमित्तानि सर्वाणि पूरितानि वा न वा? आम्, पूरितानि. तर्हि तत्र स्थानिनि ये यकारः अस्ति सः अपेक्षितः वा न वा आतुलोप इति च इत्यस्य प्रवर्तनार्थं? न अपेक्षितं. तर्हि आतुलोप इति च इति सूत्रम् अल्विधिः वा अनल्विधिः वा? तत्तु तत्र सर्वदा भ्रमः जायते मम. न, इत्युक्ते स्थानिनि यः वर्णः अस्ति सः अपेक्षितः अस्ति चेत् तदानीम् अल्विधिः. इदानीम् आतोलोप इति चेत् सर्वाणि निमित्तानि साक्षात् पूरितानि खलु, अतः किमर्थं स्थानिनीयः वर्णः अस्ति सः अपेक्षितः? इदानीं याया योगः अ इति स्थितौ आतोलोप इति च इत्यस्य सर्वाणि निमित्तानि पूरितानि साक्षात्, अतः स्थानिनीयः वर्णः अस्ति सः न अपेक्षितः अस्य सूत्रस्य प्रवर्तनार्थं. सत्यम्. अतः अयं विधिः अनल् विधिः. यदि अपेक्षितः तदानीम् अल् विधिः भवति. य इति वर्णः अपेक्षितः चेत् स्थानिनीयः य इति वर्णः सः आतोलोप इति च इत्यस्य प्रवर्तनार्थम् अपेक्षितः चेत् तदानीम् आतोलोप इति च इति सूत्रम् अल् विधिः भवति, परन्तु इदानीं तु न अपेक्षितः, अनपेक्षितः इति कृत्वा आतोलोप इति च इति कीदृशमस्ति? अनल् विधिः अस्ति. अनल् विधिः अस्ति. अनल् विधिः अस्ति चेत् सानिवद्भावः भवति वा न वा? न भवति. अतः यकारस्य स्थाने न अनल् विधिः अस्ति चेत् सानिवद्भावः भवति वा न वा? सानिवत् आदेशो अनल् विधौ भवति. अनल् विधिः अस्ति चेत् सानिवद्भावः भवति. अल् विधिः अस्ति चेदेव न भवति. तर्हि इदानीम् अत्र यकारस्य स्थानिवद्भावः भवेत्. यदि स्थानिवद्भावः स्वीक्रियते चेत् तदानीम् आतुलोप इति च इति प्रवर्तते वा न वा? न प्रवर्तते. हा, तत् सूत्रं निषिद्धं भवति खलु? हा, अशास्त्रीयं भवति. हा, अशास्त्रीयं भवति इति कृत्वा यकारस्य स्थानिवद्भावः न स्वीक्रियते. अवगतं भगिनि, धन्यवादः. तर्हि इदानीं वंशी भगिनी अग्रे. हा, कुतः तत्र याययोगहति इत्यस्मात् भगिनी तत्र शोभा याययोगहति याययोगहति इति आकारान्तम् अङ्गम् अस्ति. अस्तु, याययोगहति याया इति आकारान्तम् अङ्गम् अस्ति. आ इति यङ् प्रत्ययस्य अवशिष्टः भागः अजादिः, नित् आर्धधातुकञ्च अस्ति इति कृत्वा आतोलोप इति च इत्यनेन याया इति अङ्गस्य आकारस्य लोपः भवति. अर्थात् अचः परस्मिन् पूर्वविधौ इत्यनेन सूत्रेण स्थानिवद्भावस्य अस्वीक्रियते यायायोगः आयोगः ति इति दृश्येत आतोलोप इति च इति सूत्रस्य दृष्ट्या. अतः याया इत्यत्र आकारस्य लोपः भवति अजादौ आर्धधातुके निति प्रत्यये परे. अतः याय योगः ति इति भवति. अस्तु, एतावत् तत्र शुभभगिनी यत् उक्तवती यायायोगः ति इत्यस्मिन् इत्यस्यां स्थित्यां तत्र आकारः स्थानिवद्भावेन तत्र आकारः प्राप्नुमः. अतः तत्र याया योगः अयोगः ति इति अधुना स्थितिः अस्ति. यत्र अकारः तु यङ् प्रत्ययस्य अवशिष्टः भागः अस्ति, अतः तत्र अजादिप्रत्ययः अस्ति, नित् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. इति मत्वा तत्र या या इत्यस्मिन् अन्ते यः आकारः अस्ति तस्मात् परं तत्र अकारः यङ् प्रत्यये अकारः अस्ति अतः तत्र निमित्तानि पूरितानि इति कृत्वा तत्र आतो लोप इति च इति सूत्रेण तत्र या या इत्यस्मिन् तत्र अन्ते यः आकारः अस्ति तस्य अङ्गस्य लोपः भवति तस्मात् तत्र हा परन्तु तत्र अर्थात् अज विद्युत् सूत्रेण सन्तोषते तदपि सूत्रस्य विषय हा तत्र तु हा स्थानिवद्भावेन तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन अकारः प्राप्नुमः तत्र स्थानिवद्भावेन अतः तत्र या या योगः ति इति अन्तिमरूपं भवति यतोहि तत्र निमित्तानि पूरितानि आतो लोप इति च इति सूत्रेण अग्रे अपि पठामि वा भगिनि समीचीनं वा तस् आं समीचीनम् अग्रे पठतु अधुना तु या योगः ति अधुना पुनः लोपो व्योर्वलि इत्यनेन यकारः लोपः वलि परे भवति स्म अतः याति इति रूपं भवति स्म अधुना का स्थितिः इत्युक्ते या या योगः ति इति भवति या योगः ति इत्यस्मिन् तत्र ति इति वल् प्रत्याहारः तकारः वल् प्रत्याहारस्थवर्णः अस्ति या इत्यस्मिन् अन्ते यः अकारः अस्ति तत्र निमित्तमस्ति व्योः इत्यनेन तत्र वकारयकारः यकारयोः अन्ते यः अङ्गस्य यकारः लोपः भवति इत्यस्मात् तत्र यकारः लोपः भूत्वा या योगः इति भवति याति इति अन्तिमरूपं भवति किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवत् भवति अतः या योगः इत्यत्र अन्त्यः यकारः या इति एव दृश्यते अर्थात् लोपो व्योर्वलि इत्यस्य दृष्ट्या या या इति योगः ति इति दृश्यते अतः लोपो व्योर्वलि इत्यनेन सूत्रेण तु या या इति दृश्यते इति कारणेन यकारः लोपः न भवति स्म एवं सति याति इति इष्टरूपसिद्धिः अपि न भवति अस्तु अधुना किं जातम् इत्युक्ते तत्र या योगः ति याति इति रूपं भवति परन्तु तत्र यः आकारः लोपः अभवत् लोपो क्षम्यताम् तत्र तत्र स्थितिः का अस्ति इत्युक्ते या या योगः आयोगः ति इत्यस्मिन् इत्यस्मिन् तत्र यः अन्ते आकारः लोपः अभवत् अतो लोपो इति च इति सूत्रेण तत्तु अचः पूर्वस्मिन् अचः परस्मिन् पूर्वविधौ इति सूत्रेण पूर्वविधौ कर्तव्ये परनिमित्तिकः अजादेशः स्थानिवत् भवति इत्युक्ते तत्र या या योगः आयोगः ति इत्यस्मिन् यदा तत्र आकारस्य अन्त्य आकारस्य लोपः भवति तत्र तु लोपादेशः अस्ति तस्मात् पूर्वं परनिमित्तिकः कः अस्ति इत्युक्ते यङ् प्रत्ययस्य अकारः परनिमित्तिकः अस्ति न तथा न वक्तव्यं यङ् प्रत्ययस्य किं यङ् प्रत्ययस्य यकारः परनिमित्तिकः यङ् प्रत्ययस्य अकारः परनिमित्तिकः इत्युक्तवती अकारः अस्ति यङ् प्रत्ययस्य परनिमित्तिकः अजादेशः इति उक्तम् अतः तत्र परनिमित्ति आकारः एव खलु परनिमित्तिकः अजादेशः कः अत्र परनिमित्तिकः यङ् प्रत्ययस्य अकारं निमित्तीकृत्य यः आकारस्य लोपः भवति तत् अजादेशः अस्ति किल भगिनि सा आकारादेशः एव परनिमित्तिकः अजादेशः अकारस्य आकारस्य लोपादेशः परनिमित्तिकः अजादेशः सत्यं क्षम्यतां मम वचनं सम्यक् नास्ति इति प्रायः अस्तु अहम् अवगतवती भवती का किम् उक्तवती अतः मम मनसि अपि एवमेव अस्ति परन्तु मम वचनं सम्यक् नास्ति अस्तु आकारः परनिमित्तिकः अजादेशः इत्युक्ते तत्र यत्र या या इति अस्ति अन्ते यः आकारः अस्ति तत् के केन सूत्रेण लोपः भवति इत्युक्ते अतोलोप इति च इति सूत्रेण अतोलोप इति च इति सूत्रस्य आतोलोप आतोलोप वयं सर्वे अतोलोप इति वदामः आतोलोप क्षम्यतां क्षम्यतां भवति आतोलोप इति च इति सूत्रेण तत् कथं भवति इत्युक्ते परनिमित्तिकः अजादेशः इत्युक्ते तत्र परनिमित्तिकः कः इत्युक्ते तत्र यङ् प्रत्ययस्य अकारः न क्षम्यतां परनिमित्तिकः अजादेशः स्थानिवत् भवति परनिमित्तिः अस्ति परनिमित्तम् इत्युक्ते अकारः यङ् प्रत्ययस्य अकारः परनिमित्तम् अस्ति परन्तु तत्र आकारः अजादेशः अस्ति परनिमित्तम् आश्रित्य यः अजादेशः भवति तत् स्थानिवत् भवति इति तत्र प्रथमवाक्यस्य किमस्ति तत्र निरूपणमस्ति अतः तत्र व्यायः अस्ति वा इति अपि आमां वदामि प्रथमं तु परनिमित्तिकः अजादेशः तु आकारः अस्ति अतः तत्र तस्मात् अनन्तरं पूर्वविधौ कर्तव्ये इत्यस्य दलस्य किम् अस्ति इत्युक्ते पूर्वविधौ इत्युक्ते तत्र यदि तत्र आकारस्य लोपः स्यात् तस्मात् अनन्तरं लोपो व्योर्वलि इति सूत्रस्य कार्यं भवति स्म अतः तत्र पूर्वविधौ कर्तव्ये पूर्वविधि भवेत् तस्मात् अनन्तरम् आकारः परनिमित्तिकः अजादेशः अस्ति इति भूत्वा आकारः आदीर्घ आकारः स्थानिवत् भवति इति कारणात् तत्र या पूर्वविधिः कः पूर्वविधिः लोपो व्योर्वलि इति पूर्वविधिः सम्यक् सम्यक् या इत्यस्मिन् यकारस्य पूर्वविधि भवति यदि आकारः स्थानिवद्भावेन न प्राप्नुमः तत्र तु भवति परन्तु अधुना सर्वाणि निमित्तानि पूरितानि पूर्वविधौ कर्तव्ये इत्युक्ते लोपो व्योर्वलि इति पूर्वविधिः अस्ति परनिमित्तिकः अजादेशः इत्युक्ते तत्र आकारस्य लोपः यदा भवति आतो लोपो इति चैतन्येन तत्र परनिमित्तिकः अजादेशः अस्ति इति कृत्वा तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण आकारः स्थानिवत् भवति इति भूत्वा तत्र लोपो व्योर्वलि किं पश्यति इत्युक्ते या या योगः ति इति एव पश्यति या इति न पश्यति इति कारणात् तत्र लोपो व्योर्वलि इति सूत्रेण तत्र यकारस्य लोपः न भवति अतः तत्र इष्टरूपं वयं न प्राप्नुमः इति एव निगमनमस्ति भगिनी अत्र प्रश्नः सम्यक् अस्ति भगिनि सम्यक् वदतु परनिमित्तिक अजादेशः दीर्घ आकारः इति न अवगतं भगिनि इत्युक्ते तत्र अचः परस्मिन् पूर्वविधौ इत्यत्र अचः इति इत्युक्ते अच्वर्णस्य स्थाने जायमानः आदेशः इत्युक्तं खलु अजादेशः अनन्तरं परस्मिन् इत्युक्ते परनिमित्तिकः इति व्याख्याने अस्माभिः दृष्टम् तर्हि परनिमित्तिकः इत्यस्य अर्थः कः कीदृशसमासः बहुव्रीहि तत्र परनिमित्तिकः अजादेशः विग्रहवाक्यं परं किं तत्र परनिमित्तिक परं निमित्तं यस्य सः परं निमित्तं यस्य सः कः परं निमित्तं तत्र तु अर्धधातुकप्रत्ययः इति भवति अथवा अर्धधातुके अजादौ अर्धधातुके किति अथवा णिति इति प्रश्नः तत्र भवत्या मम प्रश्नस्य उत्तरं न दत्तवती परनिमित्तिकः कः कस्य सूत्रस्य इदानीं भगिनि परनिमित्तिकः न न समानमेव सूत्रं परनिमित्तिकः कः परं निमित्तं यस्य सः इति उक्तवती सः कः परनिमित्तिकः इत्युक्ते अजादेशः एव अजादेशः विशेष्यम् अस्ति परनिमित्तिकः इति विशेषणमस्ति तर्हि कः परनिमित्तिकः अजादेशः इत्युक्ते तादृश अजादेशः यस्य निमित्तं परं वर्तते इति इदानीम् अजादेशस्य विषये एव वयं वदन्तः स्मः खलु यस्य निमित्तं परं वर्तते तर्हि इदानीम् अस्माकम् इदानीं प्रकृत उदाहरणे अजादेशः कः प्रकृत उदाहरणे अजादेशः अकारः इदानीं या प्रक्रिया भगिनी उक्तवती तत्र इत्युक्ते या योगः ति तत्र तत्र यायायोगः यायायोगः हा यायायोगः इति वदतु आम् तत्र आकारान्त अङ्गम् अस्ति आ इति यङ् प्रत्ययस्य अवशिष्टः भागः अजादिः नितार्धधातुकः भवति तदेव निमित्त तत्र अजादेशः इदानीं न इदानीं तत् तद् अभवत् इदानीम् अत्र अस्माकं प्रसङ्गः कः याय् योगः ति इति प्रसङ्गः खलु याय् योगः ति याय् योगः ति इति अत्र आकारस्य लोपः आतो लोप इति चैतन्ये न अभवत् तादृश आकारस्य चिन्तनं जायमानमस्ति अस्तु अस्तु हा आकारस्य लोपः अभवत् तस्य स्थानिवद्भावः भवति चेत् इदानीम् अजादेशः कः इदानीम् अजादेशः दीर्घ आकारः दीर्घ आकारः इदानीं परनिमित्तिकः अजादेशः कः तदेव परनिमित्तिकः अजादेशः दीर्घ आकारः न तत्तु अजः परस्मिन् पूर्वविधौ इत्यस्य निमित्तं परनिमित्तिकः इति तदेव किन्तु तदेव अच स्थानिवत् भवेत् चेत् परनिमित्तिकः तत्सर्वं त्यजतु इदानीं परनिमित्तिकः अजादेशः अस्मिन् प्रसङ्गे कः दीर्घाकारः तावदेव तदेव भगिनी उक्तवती खलु आकारः परनिमित्तिकः अजादेशः इदानीं भवत्याः प्रश्नः कः न तदेव आसीत् तत्र पूर्वस्मिन् प्रसङ्गे ह्रस्वाकारः आसीत् अस्मिन् प्रसङ्गे दीर्घाकारः अस्ति अस्तु समीचीनम् अस्तु भगिनि धन्यवादः सम्यक् अस्तु तर्हि इदानीम् अग्रे गच्छामः उषा भगिनी अग्रे पठतु किन्तु अत्र भगिनि किन्तु अच परस्मिन् पूर्वविधौ याय् योगः ति याय् योगः ति अधुना पुनः लोपो विभवेन यकारः किन्तु किन्तु अच परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिक अजादेशः स्थानिवत् भवति अतः याय् योगः ति इत्यत्र अन्त्ययकारः या इव दृश्यते अर्थात् लोपो व्योर्बलि इत्यस्य दृष्ट्या याया योगः ति इति दृश्यते अतः लोपो व्योर्बलि इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति अस्तु भगिनि याय् योगः ति इति स्थिति अत्र लोपो व्योर्बलि इत्यस्य यकारलोपः वलीपरे भवति स्म अतः याति इति रूपं भवति स्म इति स्थिते अच परस्मिन् इत्यस्य कार्यं भवति वा इति चेत् अच परस्मिन् इत्यनेन पूर्वविधौ कर्तव्ये अच परस्मिन् पूर्वविधौ इति सूत्रं वदति परनिमित्तिक अजादेशः स्थानिवद् भवति कदा पूर्वविधौ कर्तव्ये इति परनिमित्तिक अजादेशः अस्ति वा इति कृते याय् योगः विधिसूत्रम् अस्ति लोपो वियोर्बलि परन्तु अजादेशः आतोलोप इति च इत्यनेन एव कृतं खलु भगिनि याया इति योगः ति अनन्तरम् आतोलोप इति च इत्यनेन आकारस्य लोपः परनिमित्तिक अजादेशः एव परनिमित्तिकः अत्र परनिमित्तम् अस्ति याया योगः ति इत्यस्य कृते आतोलोप इति च परनिमित्तम् आश्रित्य अजादेशः भवति परनिमित्तम् अजादेशः स्थानिवद् भवति वा इति चेत् पूर्वविधौ कर्तव्ये पूर्वविधौ परनिमित्तिकः अजादेशः स्थानिवद् भवति पूर्वविधौ अत्र लोपो व्योर्बलि दीर्घ आकारः स्थानिवत् दीर्घ आकारः स्थानिवत् भवति इति दृश्यते लोपो व्योर्बलि इत्यस्य सूत्रेण लोपो व्योर्बलि इत्यस्य दृष्ट्या याया इति सिद्ध्यते इति दृश्यते अतः लोपो व्योर्बलि इत्यस्य कार्यं न भवति इति दृश्यते यकारलोपः न भवति यकारलोपः न भवति चेत् इष्टरूपम् अपि न सिद्ध्यति यातिः इति न सिद्ध्यति याया योगः ति एव दृश्यते इत्यनेन. अतः अच परस् अग्रे पठामि वा भगिनि. अतः अत्र अच परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे. याति इति इत्येव वयम् इष्टरूपम् अत्र. अतः अत्र अच परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे. अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरे य लोपस्वर सवर्ण अनुस्वर दीर्घ जश् चर् विधिषु इति सूत्रेण यलोपविधौ. अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा लोपो वियोर्बली इत्यस्य सूत्रेण तु या योगः ति इत्यत्र यकारस्य लोपः भवति, यकारस्य लोपः जायते वलीपरे. अतः यातिः इति रूपं निष्पद्यते सुब् उत्पद्यते अनन्तरम् इत्यनेन यातिः इति भवति. सुब् उत्पत्तेः अनन्तरं सुब् उत्पत्तेः अनन्तरं प्रथमाविभक्ति एकवचनम्. अतः अच परस्मिन् पूर्वं वयं दृष्टवन्तः अच परस्मिन् पूर्वविधौ इति स्थानिवद्भावः भवति. स्थानिवद्भावः भवति चेत् याया इति योगः ति इति दृश्यते इत्यनेन याति इति इष्टरूपं न सिद्ध्यति इत्यनेन अच परस्मिन् पूर्वविधौ इत्यस्य स्थानिवद्भावः यत् प्राप्तः तस्य निषेधः क्रियते न पदान्तद्विर्वचनवरे य लोप स्वरविति इति दीर्घसूत्रेण. स्थानिवद्भावः यत् प्राप्तः तत् निषेधं क्रियते दीर्घसूत्रेण य लोपविधौ. य लोप इति अत्र एकः भागः अस्ति सूत्रस्य भागः. य लोपकृते स्थानिवद्भावः निषिध्यते इत्यनेन लोपो व्योर्बलि इत्यस्य कार्यं प्रसक्तिः भवति. प्रसक्तिः भवति इत्यनेन याय् योगः ति इति भवति. अतः यातिः इत्यत्र यकारस्य लोपः. याय् योगः ति आकारस्य स्थानिवद्भावः निषिद्धः इत्यनेन याय् योगः ति अनन्तरं लोपो व्योर्बलि इत्यस्य कार्यं भवति. लोपो व्योर्बलि इत्यस्य कार्यं भवति इत्यनेन यकारलोपः अस्ति. परः ति इति बल् प्रत्याहारः अस्ति इत्यनेन यातिः इति रूपं निष्पद्यते. यातिः इति बल् प्रत्याहारः वर्णः नास्ति खलु. ति इति बल् प्रत्याहारः भवतु किल. अग्रे तकारः अस्ति. तकारः तकारः एव बल् प्रत्याहारे अस्ति. अतः याति इति कृते सुप् उत्पत्तेः अनन्तरं यातिः इति रूपं निष्पद्यते. यातिः इति प्रथमाविभक्ति एकवचनरूपं. सम्यक् सम्यक्. तर्हि इदानीं भवत्याः कृते प्रश्नः. इदानीम् आकारस्य स्थानिवद्भावस्य विषये चिन्तितवती. तर्हि अकारस्य स्थानिवद्भावस्य विषये चिन्तनं करणीयं चेत् एकेन वाक्येन अथवा एकेन पदेन वदतु. भवति वा न वा? एकवारं वदतु भगिनि. इदानीं तत्र यङ् प्रत्ययस्य आकारः लुप्तः आसीत् खलु. तस्यापि स्थानिवद्भावः अत्र शक्यते वा? ओके. आकारस्य स्थानिवद्भावः. आकारस्य स्थानिवद्भावः. आकारस्य स्थानिवद्भावः. स्थानिवद्भावः इति स्थिते स्थानिनि यः वर्णः न तत् तत्सर्वं मास्तु. एकेन पदेन भवति वा न वा? स्थानं भवति चेत् किमर्थम् एकेन वाक्येन? अल्विधिः अस्ति चेत् स्थानिवत् न भवति. अल्विधिः एकेन वाक्येन न. इदानीम् अचः परस्मिन् पूर्वविधौ इति चिन्तनं खलु. अकारस्य अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् भवति वा इति प्रश्नः. भगिनि किमर्थं तावत् चिन्तनं? झटिति वक्तुं शक्नुमः खलु. अत्र आकारस्य कृते न भवति चेत् अकारस्य कृते कथं भवति? अकारस्य कृते अपि न भवति. किमर्थं न भवति? अकारस्य कृते अपि न भवति य लोप निषिद्धावदेव तावदेव तावदेव यलोपविधिः अस्ति इति कृत्वा निषिद्धः अकारः वा भवतु आकारः भवतु यः कोऽपि अचवर्णः भवतु न भवति खलु आं भगिनि यकारस्य विषये तु पूर्वमेव अस्माभिः चिन्तितं यकारस्य विषये अपि न भवति स्थानिवद्भावः यतोहि तत्र किम् अनल्विधिः अस्ति परन्तु अशास्त्रीयम् अस्ति अनल्विधिः अस्ति यः वा शालिनीयः वर्णः अस्ति तत् अपेक्षितः विधिसूत्रस्य कृते इति चेत् अल्विधि अत्र अनल्विधिः अस्ति स्थानिवत् सो स्थानिवत् भवति इति सो सूत्रस्य कार्यं न प्रवर्तते इत्यनेन अशास्त्रीयम् इति अस्ति इति अस्ति इति एवं रीत्या तत्र क्रमेण आदौ तत्र कुत्रचित् आरब्धं मध्ये मध्ये सोपानानि सन्ति प्रत्येकस्मिन् सोपाने अस्माभिः द्रष्टव्यं पूर्वस्मात् अजादेशः स्थानिवद् भवति वा भवति वा भवति वा इति पुनः पुनः वयं पश्यामः अत्र प्रत्येकस्मिन् स्तरे न भवति न भवति न भवति इति एव अस्ति खलु कुत्रचित् भवति कुत्रचित् न भवति आम् अस्तु इति य लोपविधौ स्थानिवद्भावः न भवति अचः परस्मिन् पूर्वविधौ इत्यनेन अस्तु इदानीं न पदान्तद्विर्वचनवरेयलोपस्वर स्वरविधिः तर्हि इदानीं तत्र कः अरुणा भगिनी पठति वा पठितुं शक्नोति वा न श्रूयते भगिनि अस्तु तर्हि मीना भगिनी पठतु स्वरविधिः स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति यथा कृ इति धातुतः धातोः कर्मणः समानकर्तृकादि इच्छायां वा इत्यनेन सूत्रेण इच्छार्थे सन् इति प्रत्ययः सन् इति प्रत्ययः विधीयते ओके धातोः द्वित्वम् अभ्यासकार्याणि च कृत्वा चिकिर् योगः स इति भवति अग्रे हलिच इत्यनेन हलिच परे रेपवकारान्तस्य धातोः उपधायाः इको दीर्घो भवति अतः चिकीर् योगः स इति भवति अधुना आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्तः आदेशरूपी प्रत्ययावयवयोः वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशो भवति अतः चिकीर् योगः ष इति भवति चिकीर्ष इत्यस्य धातुसंज्ञा भवति सनादद्या धातवः इत्यनेन सूत्रेण अत्र स्वरविधिः अस्ति स्वरविधौ परनिमित्तकः अजादेशो स्थानिवद्भावं न प्राप्नोति इदानीं पूर्वमेव कृ इति धातु स्वीकृतं तत्र धातोः कर्मणः समानकर्तृकादिच्छायां वा इति सम्प्रत्ययः आगच्छति तत्र तत्र सन् प्रति आगच्छति चेत् द्वित्वं भवति अभ्यासकार्याणि च कृत्वा चिकीर् योगः स इति भवति तत्र चिकीर् कथं भवति इति वक्तव्यं वा तद् इदानीं मास्तु चिकीर् कथं भवति इति मास्तु तत्र सनन्तप्रक्रिया अस्ति कथञ्चित् चिकीर् इति भवतु द्वित्वानन्तरं चिकीर् इति भवतु इति स्वीकरोतु तावदेव ओके अग्रे हलिच इत्यनेन हलिच परे रेपवकारान्तस्य धातोः उपधायाः इको दीर्घः भवति तत्र इक् वर्णः उपधावर्णः अस्ति तत्र सकारः सकारान्त धातु सकारादि धातु भवति तस्मात् चिकीर् योगः स इति भवति अधुना आदेशप्रत्ययोः इत्यनेन इन् प्रत्याहारात् कवर्गीयाच्च परे अपदान्तः आदेशरूपी प्रत्यावयो प्रत्ययावयो अवयवो वा सकारः अस्ति चेत् तत्र तस्य सकारस्य स्थाने षकारादेशः भवति. आदेशप्रत्ययसूत्रेण चिकीर्ष भवति, चिकीर्ष भवति. चिकीर्ष इत्यस्य धातुसंज्ञा इदानीं नूतनधातु भवति. चिकीर्ष धातुसंज्ञा भवति सनातन्त्यधातवः इति सूत्रेण धातुसंज्ञा स्वीकरोति. अग्रे भगिनी धन्यवादः, बहु सम्यक्, धन्यवादः. इदानीं समयस्य अभावः, अतः अग्रे तत्र विनय महोदय किञ्चित् पठतु. अग्रे निवलन्तं रूपं साधयितुं चिकीर्ष इति धातुतः निवल् प्रत्ययः गृहीतः भवति निवल् त्रिचव् इत्यनेन सूत्रेण. चिकीर्ष योगाणवल् अग्रे णवल् इति प्रत्ययस्य स्थाने योरनाकौ इत्यनेन अका देश भवति चिकीर्षयोग अक. अथ चिकीर्षयोग अक अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति. आधातुके प्रत्यये परे चिकीर्षयोग अक चिकीर्षक भवति. चिकीर्षविः वयं जानीमः चिकीर्ष अदन्तस्थिः, अदन्तस्थि तर्हि अतो लोपः अपेक्षितः. परन्तु अत्र प्रत्ययः अस्ति अक, अक् प्रत्ययः आर्धातुक प्रत्ययः स्तनादि धातुः अस्ति, परन्तु चिकीर्षक इत्थं भवति. परन्तु प्रश्नः अग्रे आगच्छति. अधुना अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये पर्णमित्सकः अजादेशः स्थानिवत् भवति. अचः परस्मिन् पूर्वविधौ स्थानिवत् भवति. अथ चिकीर्षः योग अक् इत्यत्र चिकीर्ष इति भागस्य अन्तिमवर्णः अकारवत् दृश्यते पूर्वविधे लिति इत्यस्य दृष्ट्या. लिति इत्यनेन लित् प्रत्यय. महोदय महोदय क्षम्यताम्, इदानीं तत्र चिकीर्षयोगः अक तत्र अतो लोपः इत्यनेन लोपः जातः. इदानीं तत्र चिकीर्षक इत्यत्र तत्र तु किमपि कार्यं नास्ति, अतः अत्र तु स्थानिवद्भावस्य चिन्तनम् इत्युक्ते तत्र चिकीर्षयोगः अक इत्यत्र स्थानिवद्भावस्य चिन्तनं कर्तुं शक्यते वा? अत्र अन्यत् सूत्रम् एतावता न उक्तं खलु. अत्र चिकीर्षयोगः अक इत्यत्र स्थानिवद्भावस्य चिन्तनम् इदानीं साक्षात् कर्तुं न शक्नुमः, यतोहि अत्र तृतीयकाले विधिसूत्रं किम् इति न उक्तम्, अतः अग्रे पठनीयम्. अतः अग्रे पठतु. इदानीम् अहम् अवगच्छामि. तर्हि तृतीय कालकः अत्र तु कोऽपि सूत्रं नास्ति, परन्तु तत्र अपि च परस्मिन् विधौ आगच्छति. अधुना अधुना अग्रे पठतु. अधुना अचः परस्मिन् पूर्वविधौ. अधुना परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधि कर्तव्ये पर्निमित्तक अजादेशः स्थानिवत् भवति. अतः चिकीर्ष योग अक् इत्यत्र चिकीर्ष इति भागस्य अन्तिमवर्णः अकारवत् दृश्यते पूर्वविधे लिति इत्यस्य दृष्टया. लिति लिति लिति तु लिति इत्यनेन लित् प्रत्ययः परे प्रत्ययात् पूर्वम् उपस्थितः स्वर उदात्तः भवेत्. न अत्र प्रश्नः केवलम् उदात्तसम्बन्धे अस्ति, स्वर उदात्त अस्ति न, परन्तु लिति आधारेण उदात्त कथं भवति अत्र अहं न जानामि. अग्रे अपि न न, लिति प्रत्यये परे पूर्वम् उपस्थितस्य स्वरस्य उदात्तसंज्ञा भवति. अत्र लिति प्रत्ययः अस्ति वा अस्माकम् उदाहरणे चिकीर्षयोगः अक इत्यत्र? लिति प्रत्ययः अस्ति वा न वा? लिपि प्रत्य अकारवत् दृश्यते पूर्वविधे न न तत्सर्वं मास्तु महोदय तत्सर्वं मास्तु इदानीम् अस्माकम् उदाहरणम् अस्ति चिकीर्षयोगः अक तर्हि अत्र प्रत्ययः कः न अत्र तु प्रत्ययः तु अक अस्ति अक इत्यस्मात् पूर्वं कः प्रत्ययः अकः पूर्वं प्रत्ययः चिकीर्षः अक अत्र आदौ प्रत्ययः कः इति किम् किम् उक्तम् अत्र प्रत्ययः नूवल् प्रत्ययः खलु हा नूवल् प्रत्ययः अस्ति नूवल् प्रत्ययः लित् अस्ति वा नूवल् प्रत्ययः लित् अस्ति यथा ल धारेण लित् अस्ति अतः पूर्वम् उपस्थितः स्वरः उदात्तः भवेत् पूर्वमुपस्थितस्वरस्य उदात्तः उदात्तसंज्ञा भवेत् इति लिति इति सूत्रमस्ति तर्हि इदानीम् अग्रे पठतु यदि लिति अन्तर्गत देवान् उदात्त तर्हि अहं स्वीकरोमि कोऽपि चिन्ता नास्ति अधुना अचः परस्मिन् पूर्वविधौ तिनेन पूर्वविधौ कर्तव्यं पर्णमित्तिका अजादेशः अजादेशः स्थानिवत् भवति स्थानिवत् भवति अर्थात् स्थानिवत् यदा भवति तर्हि प्रश्नोदेति यदि अल्विधिः अस्ति तर्हि तु स्थानिवत् न भवति वयं जानीमः परन्तु अत्र प्रश्न उदेति अचः परस्मिन् पूर्वविधौ आधारेण अचः परस्मिन् पूर्वविधौ आधारेण तु स्थानिवत् भवति अथ चिकीर्ष योग अक् इत्यत्र चिकीर्ष इति भागस्य अन्तिमवर्णः अकारवत् दृश्यते पूर्वविधे लिति तस्य दृष्ट्या लिति दृष्ट यदा लिति लितिपूर्वविधिः अस्ति अत्र महत्त्वम् अस्ति पूर्वविधिः शब्दस्य महत्त्वम् अस्ति तर्हि पूर्वविधिः अत्र कः पूर्वः तु चिकीर्षयोग अक् अक् सम्बन्धे पूर्वविधिः अस्ति तर्हि यदि पूर्वविधिः सम्बन्धे पूर्वविधिः इति न वक्तव्यम् अकः सम्बन्धे पूर्वविधिः नास्ति अजादेशः यत्र जातः तस्मात् पूर्वं विधिः अजादेशः अत्र जातः खलु परनिमित्तं तु अजादेश अक्षेक्षत अजादेश परनिमित्तकविधान् विना कोऽपि अर्थः नास्ति परन्तु अक् प्रत्ययः अस्ति परन्तु अजादेशः यथा अतलोपः भवति अतोलोपः भवति परन्तु अतोलोपः भवति कोऽपि अर्थः नास्ति अतोलोपः तु भवति परन्तु प्रश्नः उदेति अजादेशः स्थानिवत् भवति वा न भवति तर्हि अत्र अजादेशः कथं वयं जानीमः स्थानिकः आदेशकः तर्हि यदि स्थाने अत्र यदि स्थाने अत्र तु श अस्ति तर्हि अहं न जानामि भगिनी स्थाने कः अत्र पश्यतु चिकीर्ष योगः अक इत्यत्र अतोलोपः इत्यनेन यः अकारः लुप्तः सः परनिमित्तिकः अस्ति यतोहि अतोलोपः इत्यस्य निमित्तम् आर्धधातुकप्रत्ययः अक इति आर्धधातुकप्रत्ययः अतः अजादेशः परनिमित्तिकः अस्ति इदानीं तत्र लिति इति सूत्रेण तृतीयकाले लिति इति सूत्रम् आयाति लिति इति सूत्रेण अक इत्यस्मात् प्रत्ययात् पूर्वम् उपस्थितः स्वरः उदात्तः भवेत् तर्हि अक इत्यस्मात् उपस्थितः स्वरः कः नूल् प्रत्ययस्य नूल् प्रत्ययः नास्ति चिकीर्ष इत्यस्य यः अकारः लुप्तः सः उदात्तसंज्ञकः भवेत् खलु लुप्त अकारः उदात्तः अस्ति उदात्तस्वरः प्रत्ययात् पूर्वं सः एव स्वरः खलु. प्रत्ययात् पूर्वं तु चिकीर्ष इत्यत्र दीर्घ इकारः भवितुम् अर्हति अथवा स्थानिवद्भावेन यः अकारः अस्ति सः अपि भवितुम् अर्हति. तर्हि इदानीं स्थानिवद्भावेन अकार तस्य अकारस्य उदात्तसंज्ञा भवति वा इति प्रश्नः. अकारस्य अकार सर्वदा स्वरतो अस्ति अकारस्थितिः, तर्हि एव उदात्तसम्बन्धः अकारसम्बन्धे अस्ति, कोऽपि अन्यसम्बन्धः नास्ति. तर्हि यदि यः अकारः उदात्त अस्ति उदात्तस्वर अस्ति अत्र अहम् अवगच्छामि. समीचीनं पठामि. अत्र अत्र स्थगनं कुर्मः. धन्यवादः. अत्र स्थगनं कुर्मः. इतः अग्रे इतोपि अस्ति तद् अनन्तरम् अग्रिमसप्ताहे वयं पठिष्यामः. अत्र स्थगनं कुर्मः. कोऽपि प्रश्नः अस्ति वा एतावता? यतोहि तत् सम्यक्तया अवगन्तव्यम्. इदानीं समयः नास्ति, अतीतः निमिषद्वयमेव अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? अवगम्यते वा यद् अस्माभिः इदानीम् एतावता कृतम्? पद्मश्री भगिनी अवगच्छति वा? हा, किञ्चित् अवगच्छति. अवगच्छामि भगिनि, पुनः पठनीयं मया. अस्तु अस्तु. भवती भवती स्थानिवद्भावस्य विषये जानाति वा? हा, जानामि. कदापि न एवम् उक्तवती. यथा नास्ति एतस् प्रसङ्गकथनम्. अस्तु अस्तु अस्ति. चेत् अस्माभिः स्थानिवत् आदेशो अनल्विदौ इति सूत्रमपि पूर्वम् अधीतमासीत्, तदपि एकवारं पश्यतु. आम्, अस्तु. तर्हि अत्र स्थगनं कुर्मः. तर्हि धन्यवादः. नमस्कारः. नमस्कारः भगिनि. धन्यवादः. नमस्कारः भगिनि. धन्यवादः. नमस्कारः.